ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ गुरुभ्यो नमः। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्माकं अस्मिन् वर्गे। उमा मीनाक्षी भगिनी नमस्कारः, श्रूयते वा इदानीं? हा, न भवती यत् वदति अत्र न श्रूयते भगिनी। हा, अस्तु अस्तु, तर्हि अस्माकम् इदानीं नूतनविषयः भवति अद्य। अत्र नूतनविषयः अस्ति विशेषणविशेषभावः इति। तत्र विशेषणविशेषभावः एतत्तु पुरातनभावः, इत्युक्ते वयम् अनेकानि उदाहरणानि पठितवन्तः, किन्तु अत्र हलन्तपदानां विशेषणम् अपि भवति, विशेषमपि भवति, अतः तत्र नूतनरूपाणि रूपाणि सन्ति इति कृत्वा तत्र एषः अध्यायः स्थापितः अस्ति इति मन्ये। अस्तु, तर्हि तत्र गीताञ्जलि भगिनी नमस्कारः। क्षम्यतां, चिन्ता मास्तु भगिनि। हा, इदानीं तत्र गीतासोपने द्वितीयभागे पेज् 37 मम पार्श्वे पुस्तकम् किन्तु तत्र ईमेल् द्वारा यत् प्रेषितम् अस्ति भगिनि तत्र, हा, तत्र तु प्रथमपुटम् अस्ति। हा, रघुपतिमहोदय नमस्कारः महोदय। नमस्ते महोदय। नमस्कारः। भवतः पार्श्वे तु गीतासोपनं भागद्वयमपि अस्ति इति मन्ये, खलु? आम् महोदय। हा, अस्तु, पेज् 37 महोदय। हा, अस्तु, तर्हि इदानीं तत्र नरेश महोदय आरम्भं करोति वा? जहि शत्रुं महाबहो महाबाहो विशेषण विशेषभावः एतां घटनां पठतु महोदय। एतां घटनाम् उच्चैः पठत अवगच्छत च। कस्मिन् पुटे? क्षम्यताम्, अस्माकं गीतासोपानं द्वितीयभागः एव। धन्यवादः। करपत्रे अपि अस्ति, करपत्रे अपि अस्ति, करपत्रस्य गीतासोपानम् अस्ति चेत् तदेव सौकर्यं, तत्रैव पठतु भगिनि। अस्तु, नरेश महोदय। बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म। तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्राय परिभ्रमन्ति स्म। स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्राम्यन्ति स्म। तेषां बलवद्भिः प्रहारैः विधर्मीयानां मनोबलं प्रतिक्षणं क्षीयते स्म। विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म। समीचीनं महोदय, धन्यवादः। अस्तु, अग्रे सूर्यकुमारी भगिनी अग्रे पठति वा? हा महोदय। शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजलखानः प्रतिज्ञाम् अकरोत्। तदनन्तरम् एव सः महतीं सज्जातां सज्जताम् आरब्धवान् न केवलं तावत् अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान्। समीचीनं भगिनि, अस्तु अग्रे लक्ष्मी भगिनि। अस्तु महोदय, ततः अफजलखानः निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं तलजापुरं प्रति प्रस्थितः। निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव। तर्हि का गतिः? सन्देहे व्याजेन शिवराजस्य आह्वानं करणीयं, तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः चिन्तितवान्। सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्। अग्रे पठामि। अस्तु, समीचीनं भगिनि। अस्तु अग्रे शुभदा भगिनी पठति वा? आं महोदय। राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रत्येतवान्। सः गत्वा निवेदितवान्, खानवर्य, भवान् अस्मदीयं सन्ध्यर्थम् आहूतवान् इति परमा दयालुता। भवतः पराक्रमः अग्नितुल्यः, तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति। किन्तु अत्र आगन्तुं तस्य महद्भयं वर्तते, अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति। दूतस्य तथाविधं कातरं वचनं श्रुत्वा खानः जावळीप्रदेशे मेलनम् अङ्गीकृतवान्। ससैन्यं प्रस्थितः सः प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान्। खानयोः मेलनस्थानं विराट् दूरे उत्तुङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम्। धन्यवादः भगिनी। अस्तु अग्रे गीताञ्जलि भगिनी अग्रे पठति वा? आं महोदय। रात्रिः अतीता, सूर्योदय जातः। भवानी भक्तः शिवराजः लौहमयं दृढं कवचं तीक्ष्णानि व्याघ्रणखानि रक्तशिरस्त्राणं तीक्ष्णं कृपाणं च धृत्वा अफजलेन मेलितुं प्रस्थितः। आगतं शिवराजं दृष्ट्वा अफजलः प्रसन्नः अभवत्। सः स्वस्थानात् सहसा उत्थितः। एषः शिवराजः अबुधः अस्ति इति चिन्तयन्तः तं विविधानि मधुराणि वचनानि उक्तवान्। धीरः शिवराजः अपि तस्य छलयुक्तवचनानि अवगतवान्। अफजलः समक्षं स्थितिं शिवराजम् आलिङ्गतुं दीर्घौ हस्तौ प्रसारितवान्। अफजलः स्थूलः उन्नतः च। राक्षसदेहस्य अफलजलस्य पुरतः शिवराजः वामनः दृश्यते स्म। अस्तु भगिनि, धन्यवादः। अस्तु अग्रे उमा मीनाक्षी भगिनी पठति वा अग्रे? yes. भगिनी अस्ति वा? महोदय, तव ध्वनि किञ्चित् न्यूनम् अस्ति. हा, न श्रूयते. उमा मीनाक्षी भगिनी, न श्रूयते भगिनी? आम्, श्रूयते, न्यूनम् अस्ति, ध्वनि न्यूनम् अस्ति. न श्रूयते किमपि? न, म्यूट् मध्ये अस्ति भवती. भगिनी म्यूट् मध्ये अस्ति इति स्थितिः वा? अस्तु अस्तु, तर्हि तत्र अग्रे अहं पठामि वा? अस्तु अस्तु, रघुपति महोदय पठतु महोदय. अक्षलः अस्ति, एकवारं कुत्र अस्ति प्रसार. अस्तु, घोरमुखः कानः सुदर्शनं शिवराजं झटिति आलिङ्गितवान्. शिवराजस्य शिरः अवजलस्य विशालम् उरः अस्पृशत्. दुष्टाशयः कानः सपदि शत्रुकर्षणं शिवराजं कण्ठे गृहीत्वा गुप्तरूपेण स्थापितया छुरिकया घातयितुं विफलं प्रयत्नं कृतवान्. शिवराजस्य केवलं कवचं छिन्नं जातम्. विद्युद्वेगः शिवराजः अपि स्वकीयेन दीर्घेन कृपाणेन खानस्य उदरं विदारितवान्. हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दन् मूर्तिभञ्जकः खानः छिन्नः वृक्षः इव भूमौ पतितः. भृशं पीडितः गतप्रभः सः क्षणार्धेन मृतः. चिरप्रवृद्धं पापं शान्तम् अभवत्. तत्र श्लोकमस्ति, तदपि एकवारं पठतु. हा अस्तु. नैकदुर्गविजेतारं धर्मकण्टकनाशकं वन्देहं शिवराजं तं कानोदरविधारकम्. अस्तु, धन्यवादः महोदय. अस्तु, इदानीं तत्र मूलविषयः अस्ति विशेषणविशेषभावः. तत्र तु अवगच्छामः, वारं दृष्टवन्तः विशेषणविशेषभावः, किन्तु अत्र हलन्तपदानां विशेषणमस्ति इति कृत्वा तत्र नूतनानि सन्ति इति तावदेव विषयः. अस्तु, इदानीं तत्र पङ्क्तिशः पठित्वा तत्र किं किम् अस्ति इति अपि पश्यामः इदानीं तत्र. अस्तु, लक्ष्मी भगिनी आरम्भं करोति वा? कथायाः नाम किं महोदय? करपत्रे नास्ति. अस्तु भगिनि, जहि शत्रुं महाबाहो. जहि शत्रुं महाबाहो. अस्तु, बहून् अस्तु महोदय. बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म. बहूनां दुर्गाणाम् इति विशेषणं भवति. बहूनां दुर्गाणां विजेता शिवराजस्य विजेता. न न, दुर्गाणाम् इति विभक्तिका, दुर्गाणां सप्तमी विभक्ति. न न, षष्ठी विभक्ति. अपि तत्र बहूनाम् इति अस्ति. बहूनां दुर्गाणां बहूनां विजेता शिवराजस्य विशेषणं. हा, विजेता अस्ति. हा, विजेता अस्ति शिवराजः इति पदस्य विशेषणं. हा, तत्र शिवराजः विशेष्यं, विशेष्यम् अस्ति विजेता विशेषणं. हा, तादृशी तत्र दुर्गाणाम् अस्ति किं विशेष्यम् अथवा विशेषणम्? किमस्ति, बहूनां दुर्गाणाम् अस्ति तत्र. हा, तत्र दुर्गाणां विशेष्यं वा विशेषणं वा? दुर्गाणां बहूनाम् इति विशेषणं, विशेषणं. हा, दुर्गाणां विशेष्यं. विशेष्यं, हा, दुर्गा इत्युक्ते विशेष्यं. दुर्गा इत्युक्ते तत्र किं, तत्र भयम् अथवा भीतिः अथवा तत्र कोऽपि क्लेशः, कष्टः, तत्र दुर्गं न दुर्गुणः इति न दुर्गः दुर्गम् किं सूर्यकुमारी भगिनी किं वक्तुम् इच्छति पुनः एकवारं वदतु भगिनि दुर्गाणां विजेता दुर्गगुणानां विजेता तत्र गुणः इति न आगच्छति भगिनि तत्र इति एकः क्षम्यतां दुर्गः इति फोर्ट् इत्युक्ते इति अर्थं न फोर्ट् तदपि तदपि अस्ति अपि तत्र क्यासल् इति तद् भवति कष्टः भवति कष्टः अपि भवति इत्युक्ते तत्र जीवने अपि विजेता अपि तत्र युद्धे अपि विजेता इति तत्र दुर्गः इति अस्तु तत्र एतदेव स्वीकुर्मः तत्र अन्यत् पदं वदतु तत्र दुर्गः इति शब्दस्य आङ्ग्लरूपम् उक्तवती तत्र अन्यरूपं किम् अस्ति तत्र पदस्य दुर्गः इति न न आङ्ग्लभाषायाम् उक्तवती खलु तत्र अस्तु तत्र तस्य अन्यत् संस्कृतपदं किम् अस्ति संस्कृतपदं क्लिष्ट न रायगढ राजगढ इति दीस् आर् फोर्ट्स् देट् ही हेड् रैट् सत्यं सत्यं सत्यं सत्यं सत्यं किन्तु तद् संस्कृतेन एव वदतु तत्र गुल्मः गुल्मः इति अस्ति कोटः इति अस्ति गुल्मः कुटः कोटः कोट कोट इति अस्ति तत्र राजकोट् एतत् सर्वं तदेव अस्ति खलु तत्र किं तत्र गुल्मः इति स्वीकुर्मश्चेत् किं भवति तत्र बहूनां गुल्मानां विजेता शिवराजः इति अस्तु लक्ष्मी भगिनी अग्रे तत्र स्वकीयं बलं स्वस्य बलं वर्धयति स्म वर्धितवान् वर्धयति स्म वर्धितवान् इति किञ्चित् भिन्नम् अस्ति खलु तत्र वर्धितवान् इत्युक्ते एकवारमेव अभवत् किन्तु एतत् वर्धयति स्म स्म इति अस्ति स्म अस्ति चेत् तत्र तत् तत् कण्टिन्यूस् इति वदामः एकवारम् इति न तद् भवति स्म इति तत्र अहं बाल्यकाले पाठशालां गच्छति स्म इति वदामश्चेत् किं भवति तस्य अपि तत्र अन्यत् अपि अस्ति तत्र बलम् इति विशेष्यं वा विशेषणं वा बलं विशेष्यं विशेषणं किम् अस्ति स्वकीयं बलं स्वकीयं बलं स्वकीयं बलम् इति तत्र बलम् इति कीदृशपदं विभक्तिः का तत्र बलं द्वितीया विभक्ति किमर्थं कर्मपदं भवति कर्मपदं भवति तस्य वर्धनं शिवराजः करोति स्म शिवराजः स्वकीय तत्र बलस्य वर्धनं करोति स्म इति रूपं भवति चेत् तत्र बलस्य इति पूर्वं किं भवति बलस्य वर्धनं करोति स्म इति करोति स्म इति वक्तुं शक्नुमः खलु तत्र समानार्थकः अस्ति खलु अतः तत्र किन्तु बलम् इति अस्ति चेत् स्वकीयं भवति इदानीं बलस्य अस्ति चेत् तत्र किं भवति स्वकीयम् इति स्थाने स्वस्य बलस्य वर्धनं स्वस्य इति किन्तु स्वकीयम् इति एव तत् स्वीकुर्मश्चेत् किं भवति स्वकीयम् इति विभक्तिरूपम् अस्ति तत् तस्य षष्टिरूपं किम् अस्ति किन्तु किन्तु यत् पदम् अस्ति तस्य एव परिवर्तनम् इति चिन्तनम् अत्र अतः तत्र विशेषणं विशेष्यम् अस्ति खलु अतः विशेष्यस्य विभक्तिपरिवर्तनं भवति तस्य परिवर्तनं कुर्मश्चेत् विशेषणस्य अपि करणीयम् इति तावदेव अतः लक्ष्मी भगिनी, शिवराजः किं भवति वर्धनं, बलस्य वर्धनं करोति स्म इति वाक्ये बलस्य इति पूर्वं किं पदं भवति? स्वकीयस्य इति, स्वकीयस्य बलस्य वर्धनं करोति स्म इति. अस्तु, समीचीनम्. अग्रे, तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. इदानीं तत्र किम् अस्ति? तत्र क्रियापदं परिभ्रमन्ति स्म. परिभ्रमन्ति स्म इति क्रियापदम्. अस्तु, कर्तृपदं किम् अस्ति अत्र? कर्तृपदं खड्गाः. समीचीनं भगिनि, खड्गाः परिभ्रमन्ति स्म इति समीचीनं. इदानीं कीदृशः खड्गाः? उग्रतेजसां दलम् उग्रतेजसां. एकमेकं सोपानेन गच्छामः. कीदृश खड्गाः इत्युक्ते तत्र विशेषणं किम् अस्ति? प्रथमविशेषणं प्रकाशमानाः, प्रकाशमानाः खड्गाः, खड्गाः परिभ्रमन्ति स्म, परिभ्रमन्ति स्म इति समीचीनं. इदानीं तत्र कस्य खड्गाः अथवा कस्य प्रकाशमानाः खड्गाः इति भवति चेत् तत्र इदानीम् उत्तरं किं? दलपतीनां, दलपतीनां इति अस्ति तत्र किं? षष्टि बहुवचने, षष्टि बहुवचनं, बहुवचने अस्ति. समीचीनं. तत्र प्रथमविभक्तिरूपं किं भवति? दलपति, दलपति, दलपति. तत्र दलपति इति अस्ति. अपि उग्र तत्र दलपतीनाम् इति पदम् अस्ति तत्र? उग्रतेजसां विशेषणं, विशेषणम्. अस्तु, उग्रतेजसाम् इति अस्ति तत्र प्रथमविभक्तिरूपं किं भवति? उग्रतेजः. तत्र हलन्तपदमस्ति खलु, तत्र साम् इति भवति चेत् तत्र कीदृशपदम् इति कोऽपि वदति वा? तत्र उग्रतेजः अस्ति चेत् तत्र कीदृशपदं? तत्र मनस्वत् महोदय, मनस्वत् मनः, मनसि तेजसाम् इति सकारान्तम् इति वक्तुं सकारान्त इति वक्तुं शक्नुमः. उग्रतेजस्, उग्रतेजस् इति प्रातिपदिकं. तत्र तदस्ति चेत् तत्र दलपति इति पदमपि तत्र तत्र समानलिङ्गं भवेत् खलु? तत्र दलपति इति दलपतिं, दलपतीनाम् इति भवति, किन्तु तत्र दलपतीनाम् इति अस्ति खलु भगिनि? तत्र तत्र दलपतिन् इति अस्ति चेत् तत्र किं भवति? तत्र गुणिन् इति स्वीकुर्मश्चेत् तत्र गुणिनाम् इति अस्ति महोदय. अत्र एतत् समस्तपद समासः अस्ति, अतः समासस्य अन्यलिङ्गं भवति चेत् बहुव्रीहिसमासः भवति चेत् उग्रः तेजस् तेजस् उग्रं तेजस् यस्य सः इति दलपतिः. इदानीं दलपति इति पुल्लिङ्गे भवति चेत् उग्रतेजः इति भवितुमर्हति, अतः पुल्लिङ्गवत् भवितुम् पुल्लिङ्गवत् अस्ति, किन्तु सकारान्तरूपम्. आमां, सत्यं महोदय, सत्यम्. अतः तत्र मनसिव अस्ति, नपुंसकलिङ्गम् इति इव अस्ति, अन्तत अन्ते तु सकारः एव अस्ति, अतः मनः इति रूपमेव भवति, किन्तु तत्र पुल्लिङ्गे इदानीम् अस्ति उग्रतेजः, उग्रतेजस् महाराजः इति अस्ति, तादृश. सत्यं महोदय, बहुव्रीहिसमासः एव खलु, यतोहि तत्र यस्य उग्रतेजः अस्ति सः उग्रतेजः. अत्र तत्र तेजस् इति विषयः नास्ति खलु, यस्मिन् यस्मिन् अथवा यस्य उग्रतेजः अस्ति सः अस्ति दलपतिः. अतः तत्र बहुरी दलपति तत्र सैन्य दल इत्युक्ते डिविजन् तत्र एकभागः अस्ति तस्य नेता अथवा पति दलपति. तस्य प्रातिपदिकं किं महोदय दलपतीनां? पति पति इति इत्युक्ते तत्र लार्ड् इति अर्थः खलु भगिनि. दलपति इति प्रातिपदिकमस्ति दलपति इति प्रातिपदिकमस्ति इकारान्तपुल्लिङ्ग अभवत् दलपति समासः अभवत् खलु समासः. अतः तत्र किं भवति तत्र पतिन् इति नास्ति दलपतिः इति तत्र प्रायशः हरिपदस्य अथवा कविशब्दस्य षष्ठी बहुवचनं किम् अस्ति हरिनाम दीर्घ इकारः अस्ति वा तत्र कवीनाम. अतः तत्र इकारान्तपदम् एव अस्ति इति मन्ये तत्र पुल्लिङ्गे अस्ति. अतः तत्र उग्रतेजस् सकारान्त पुल्लिङ्गपदं दलपतिः अपि पुल्लिङ्गपदम् इदानीं ते तत्र तयोः षष्टिरूपं षष्टिविभक्तिरूपम् अस्तु. अग्रे तत्र प्रकाशमानाः खड्गाः खड्गाः सर्वासु दिक्षु तत्र दिक्षु इति दिक्षु दिक् शब्दस्य सप्तमी बहुवचनं सप्तमी बहुवचनं दिक्षु इति अस्ति. सर्वासु सर्वासु इति विशेषणं स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं स्त्रीलिङ्ग बहुवचनं सप्तमी विभक्ति बहुवचनं सर्वासु दिक्षु. तत्र प्रथमविभक्ति एकवचनरूपं किं भवति सर्वा दिक् सर्वादिक् सर्वादिक् सर्वा शब्दस्य दिक् इति प्रथमाविभक्ति एकवचनरूपं दिक् दिशौ दिशः दिश् इति शकारान्त स्त्रीलिङ्गपदं सत्यं समीचीनं भगिनि. इदानीं तत्र प्रथमविभक्ति बहुवचनरूपं किम् अस्ति दिशः इति दिक् शब्दस्य दिशः दिशः. इदानीं सर्वा इति पदस्य बहुवचनरूपं किम् अस्ति सर्वा तथा शब्दवत् सर्वाः इति मन्ये सर्वा सर्वौ न सर्वा सर्वे सर्वाः सर्वे सर्वाः सर्वा सर्वाः सर्वाः दिशः इति रूपं सर्वाः दिश दिशः सर्वाः दिशः तासु खड्गाः परिभ्रमन्ति स्म सर्वाः दिशः याः सन्ति तासु प्रकाशमानाः खड्गाः परिभ्रमन्ति स्म. इदानीं प्रश्नः किमर्थं परिभ्रमन्ति स्म स्वातन्त्र्याय चतुर्थीविभक्ति चतुर्थीविभक्ति किमर्थम् इति स्वातन्त्र्याय परिभ्रमन्ति स्म इति समीचीनं भगिनि. अग्रे स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्राम्यन्ति स्म. इदानीं तत्र क्रियापदं किम् अस्ति क्रियापदम् आक्राम्यन्ति स्म आक्राम्यन्ति स्म. इदानीं तत्र तत्र कर्तृपदं कर्तृपदं के आक्रम्यन्ति स्म शिवराजसैनिकाः आक्रम्यन्ति स्म खलु भगिनि लक्ष्मी शिवराजसैनिकाः ये सैनिकाः शिवराज शिवराजस्य सैनिकाः ये सन्ति ते शिवराजसैनिकाः. ते कीदृशसैनिकाः? स्वामि स्वामिभक्ताः. हा स्वामिभक्ताः. स्वामिभक्तः तत्र स्वामिभक्तः इति विशेषणम्. हा विशेषणं स्वामिभक्ताः शिवराजसैनिकाः. ते आक्रम्यन्ति स्म, कुत्र आक्रम्यन्ति स्म? सूचितेषु दुर्गेषु. हा सूचितेषु दुर्गेषु, सूचितं दुर्गं सूचितेषु दुर्गेषु. सूचितेषु दुर्गेषु दुर्गः, दुर्गम् इति बहूनां दुर्गाणां विजेता शिवराजः इति पूर्वमपि आसीत् खलु. गुल्मः, दुर्गम् इत्युक्ते गुल्मः. सुभदा भगिनी पुनरेकवारं वदतु, तत्र दुर्गः दुर्गम् इत्युक्ते किम् इति? दुर्गः दुर्गः इति पुल्लिङ्गे अस्ति. दुर्गः फोर्ट् इति आङ्ग्लभाषायां फोर्ट्, राजगढ़, रायगढ़, पुरन्दर, किल्ला पुरन्दर एंड ऑल दैट वी हैड इन हिस्ट्री. इतिहास विषये तत्र गुल्मः, गुल्मः इति. अतः तत्र सूचितेषु दुर्गेषु, सूचितेषु दुर्गेषु व्याघ्रवत् दुर्गः सूचितेषु दुर्गेषु आक्रम्यन्ति स्म. कथम् आक्रम्यन्ति स्म? व्याघ्रवत्, व्याघ्र इव, व्याघ्र इव, व्याघ्र इव. व्याघ्रवत् इति हलन्तपदम् अस्ति, तत्र व्याघ्रवत् अस्ति चेत् तत्र तत्र द्विवचने बहुवचने किं भवति? व्याघ्रवतम्, तकारान्तपदं व्याघ्रवत्, व्याघ्रवतम्. न न, द्विवचने किं भवति? द्विवचने, ओ द्विवचने व्याघ्रवत्. अस्तु चिन्ता मास्तु, अग्रे गच्छामः, चिन्ता मास्तु. अस्तु अग्रे, तेषाम् इदानीं तेषां बलवद्भिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म. इदानीं तत्र क्षीयते इति क्रियापदं, तत्र कर्तृपदं किम् अस्ति? मनोबलं क्षीयते स्म. किं क्षीयते स्म? मनोबलं, मनोबलं क्षीयते स्म. क्षीयते स्म, क्षीयते इत्युक्ते वर्धते, वर्धते इति तस्य विपरीतार्थः क्षीयते. तत्र न्यूनं, न्यूनं प्रतिक्षणं, न्यूनं क्षयं भवति, तस्य क्षयं भवति इति क्षीयते. समीचीनं भगिनि. मनोबलं मनोबलं न न न मनोबलं क्षीयते. किं क्षीयते? मनोबलमेव क्षीयते भगिनि. कर्तृपदं मनोबलं क्षीयते स्म. अपि मनोबलं केवलम् एकक्षणं क्षीयते स्म इति न, प्रतिक्षणं क्षीयते स्म. इदानीं प्रश्नः, कस्य मनोबलं? तेषां मनोबलं. न न न तेषाम् इति न, न न तेषाम् इति न, मनोबलं. तत्र षष्ठी तु समीचीनमेव भगिनि. विधर्मीयाणां मनोबलं, विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म. इदानीं किमर्थं तत् तादृशं भवति इत्युक्ते? प्रहारैः. हा केन कारणेन इत्युक्ते? प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं. येषां प्रहारैः, तेषां प्रहारैः. हा बलवद्भिः, कीदृशप्रहारः आसीत्? बलवद्भिः प्रहारैः. हा बलवत् प्रहारः, बलवद्भिः प्रहारैः. तृतीयवान् इति प्राशः भवति. तृतीय बहुवचनम्. हा तृतीय बहुवचनं बलवद्भिः. तत्र भवत् इति अस्ति चेत् तत्र किं भवति? तृतीयविभक्ति बहुवचनं भवद्भिः, भवद्भिः, भवद्भिः प्रहारैः. बलवत् अस्ति चेत् बलवद्भिः, बलवद्भिः प्रहारैः. प्रहारैः तेषाम् इति अस्ति, केषां? तेषां शिवराजसैनिकाः अतः स्वामिभक्तानां शिवराजसैनिकानां बलवद्भिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म खलु येषां स्वामिभक्तानां शिवराजसैनिकानां बलवद्भिः प्रहारैः विधर्मीयाणां मनोबलं विधर्मीयाणाम् इत्युक्ते अर्थः कः धर्मः तत्र धर्मः हा न धर्मः नास्ति इति नास्ति किन्तु अन्यधर्मः विदेशीयः इति अर्थ जानाति खलु भगिनी विदेशीयः इत्युक्ते तत्र देशः भिन्नः इति अन्यदेशे देशे ये सन्ति ते विदेशीयः खलु तत्र यस्य धर्मः अन्यः सः विधर्मीयः अत्र विधर्मीयाणां मनोबलं प्रतिक्षणं समीचीनम् अस्तु अस्तु तर्हि अग्रे शोभदा भगिनी अग्रे पठति वा महोदय शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजलखानः प्रतिज्ञाम् अकरोत् शिवराजस्य सामर्थ्यं वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजलखानः प्रतिज्ञाम् अकरोत् अकरोत् इति क्रियापदम् अफजलखानः इति कर्तृपदं प्रतिज्ञाम् अकरोत् सो प्रतिज्ञाम् इति कर्मपदमस्ति द्वितीया विभक्ति तत्र लिङ्गं किं प्रतिज्ञाम् इति पदस्य द्वितीया विभक्ति एकवचनं प्रतिज्ञा इति पदे शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं शिवराजः सामर्थ्यवान् भवति स्म अतः दिने दिने समर्थः तस्य सामर्थ्यं तत्र समर्थः सामर्थ्यं सामर्थ्यम् इति विशेष्यं वर्धमानम् इति विशेषणम् इदानीं तत्र तदनन्तरम् अस्ति तत्र सामर्थ्यं दमयितुम् इति अस्ति तुमुन् रूपं खलु दमयितुम् इति दमयितुम् इति क्रियापदम् अस्ति चेत् तत्र तस्य कर्मपदम् अस्ति वा अत्र किं दमयितुम् इति प्रष्टुं शक्नुमः वा आं महोदय सकर्मकक्रियापदः सामर्थ्यम् इति सामर्थ्यं द्वितीयविभक्तिरूपं कर्मपदम् इव अस्ति तत्र सेनापतिः अफजलखानः अफजलखानः इति विशेष्यं वा महोदय सेनापतिः इति विशेषणं सत्यं वक्तुं शक्यते वा सत्यम् अतः अफजलखानः अस्ति विशेषं सेनापतिः अस्ति विशेषणम् आदिलशाहस्य सेनापतिः अफजलखानः इति भवति अग्रे तदनन्तरम् एव सः महतीं दमयितुं तत्र सामर्थ्यं दमयितुं तत्र तस्य निग्रहणं कर्तुं नो चेत् तत् बहु वर्धते इति कृत्वा तद् मास्तु यदि तस्य शक्तिः अधिका भवति चेत् तत्र क्लेशः भवति खलु भगिनि अतः शिवराजस्य शक्तिः यदि अधिका अस्ति चेत् तत्र किं तत्र तस्य शक्तेः निरोधनम् अथवा निग्रहणं कर्तुं दमयितुम् इति अर्थः दमनं कर्तुमपि तत्र दमयति इति अस्ति तत्र रूपं तत्र स्टुडेण्ट् रूपं किम् अस्ति दमनम् इति वा दमनं कर्तुम् इति वक्तुं शक्यते वा तद् लुडन्तरूपम् अस्ति चेत् तत् दमनमिति दमयितुमिति अत्र दमयति इत्यस्य निजन्तप्रयोग दमयति इति निजन्तप्रयोग अत्र दमयितुम् इति भवति दमयति इति दमयति इति अस्ति अस्तु तत्र दमनम् इति प्रायः भवति इति मन्ये भगिनि अस्तु तत्र अतः तत्र कृदन्तपदं किं दमयितुं तुमुन् तुमुन् रूपं तुमनन्तपदमस्ति तुमन् रूपमस्ति दमयति दमयति दमयितुम् इति तदनन्तरं पदे पदे इति अस्ति इत्युक्ते तत्र केवलम् एकवारं तत्र अद्य तस्य सामर्थ्यं नास्ति किन्तु अग्रिमे दिने बहु किमपि तस्य सामर्थ्यम् अस्ति इति न किन्तु पदे पदे वर्धमानम् अस्ति तत्र अतः तत्र यदि तत्र एकसप्ताहं वा अथवा एकमासं वा अनन्तरं यदि किमपि कुर्मः इदानीं किमपि मास्तु इति चिन्तनं भवति चेत् तत्र किं भवति कष्टः अधिकः भवति खलु मासानन्तरं तस्य सामर्थ्यं दमयितुं एकमासानन्तरं तत्र दमनं कर्तुं तत्र क्लेशः भवति यत् करणीयम् इदानीमेव करणीयम् इति कृत्वा तत्र अपजलकनः प्रतिज्ञां करोति अहम् इदानीमेव तत्र तस्य सामर्थ्यं दमयामि इति अस्तु दमयन्ति एकं नाम नलदमयन्ति इति अस्ति तत्र प्रायशः भिन्नार्थः अस्ति इति मन्ये भगिनि अत्र शत्रन्तपदमस्ति महोदय अस्तु दमयन्ति इति अस्तु अस्तु अस्तु दमयन्ति नं दमयन्ती अस्ति सा नळं दमयन्ती इति आं महोदय तत्र रूपं तत्रान्तरूपमेव अस्ति नित्प्रत्यय शत्रुप्रत्यय एव अस्ति सत्यं वा महोदय सत्यं दमयन्ती इति दमयन्ती हास्यार्थम् उक्तवती किन्तु सत्यमेव उक्तवती अस्तु धन्यवादः महोदय धन्यवादः अतः तत्र दमयन्ति इति शत्रन्तरूपं स्त्रीलिङ्गरूपम् एव अस्तु अग्रे पठामि वा अस्तु पठतु तदनन्तरम् एव सः महतीं सज्जताम् आरब्धवान् तदनन्तरं तस्य सामर्थ्यं दमयितुं दमनं सामर्थ्यस्य दमनं कर्तुं सः आदिलशहस्य सेनापतिः अफ्जल् खानः महतीं सज्जतां सज्ज भवितुम् आरब्धं कृतवान् लिङ्गं किम् सज्जताम् इति सज्ज इति सज्जतां सज्ज शब्दस्य सज्जताम् इति तत्र आकारान्तस्त्रीलिङ्गपदं द्वितीया विभक्ति एकवचनं महतीम् इति महान् शब्दस्य इकारान्तस्त्रीलिङ्ग समीचीनं भगिनि महती सज्जता महतीं सज्जताम् अपजलकानः न केवलं तावत् अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान् सः निश्चयं कृतवान् निश्चयमिति द्वितीया विभक्ति एकवचनं कर्मपदमस्ति इति कृत्वा निश्चयमिति प्रातिपदिकं निश्चयं वा निश्चयः वा निश्चयः वा ओके अस्तु महोदय न केवलं तावत् अपि तु सज्जतां आरब्धवान् न केवलं सज्जताम् आरब्धवान् अपि च कपटस्नेहेन शिवराजं निश्चयं कृतवान् हा तत्र मारयितुम् अथवा मारयामि इति निश्चयं कृतवान् अथवा निश्चितवान् अथवा निश्चितवान् तत्र केवलं समीचीनं केवलं सज्जतां कृतवान् इति न किन्तु तदनन्तरं सः किमपि निश्चयमपि कृतवान् किं निश्चयं कृतवान् एतेन मार्गेण तस्य तं मारयामि कपटस्नेहेन शिवराजं मारयामि किं भगिनि कपटेन अपि समीचीनमेव भगिनि समीचीनं हा अस्तु समीचीनं धन्यवादः भगिनि अस्तु हा अग्रे रघुपतिमहोदय अग्रे भवानेव पठति वा अग्रे ततः अवजलकानः निश्चिन्त्येन मनसा शिवराजम् आक्रान्तुं तुळजापुरं प्रति प्रस्थितः प्रस्थितः इति क्रियापदमस्ति कः प्रस्थितः अत्र अफ्जलकानः प्रस्थितः कुतः ततः अत्र तुळजापुरं सूचकं विशेषणमस्ति खलु तत्र आमां कान्तरूपमस्ति प्रस्थितः इति तुळजापुरं तुळजापुरं प्रति इति प्रति इति योगे तुळजापुरम् इति तुळजापुरं प्रस्थितः तुळजापुरं प्रति प्रस्थितः अस्ति अत्र किमर्थम् अस्तु आक्रान्तुं कम् आक्रान्तुं शिवराजम् आक्रान्तुं तुमुनर्ति आक्रान्तुम् इति अस्ति अत्र क्रियापदम् आक्रान्तुम् इति क्रियापदम् तस्य कर्मपदमस्ति शिवराजं शिवराजम् आक्रान्तुं शिवराजस्य आक्रमणम् कर्तुम् इति आक्रमणं कर्तुं शिवराजं मारयितुम् आक्रमणं आक्रान्तुम् आक्रान्तुम् आक्रमणं कर्तुं कथं कथं कथं मनसा निश्चिन्तेन मनसा निश्चिन्तेन मनसा इति तत्र मनस् इति मनस् इति मनसा इति तृतीया विभक्ति मनसा इति तृतीया निश्चिन्तेन मनसा तत्र प्रथमविभक्तिरूपं किं भवति निश्चिन्तं मनः निश्चिन्तं मनः निश्चित्तेन मनसा इति निश्चिन्तेन मनसा इति समीचीनम् अग्रे अग्रे अग्रे निबिडं जावळीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव ग्रहणं तु दुष्करम् एव निबिडम् एकवारं प्रविश्य प्रविश्य अस्ति अस्ति अत्र प्रविश्य इति ससैन्यं प्रविश्य तत्र निबिडं जावळीवनं ससैन्यं प्रविश्य प्रविश्य अत्र क्रान्तरूपमस्ति प्रविश्य इति अत्र लेबन्तरूपमस्ति लेबन्तरूपमस्ति तस्य प्र इति उपसर्ग अस्ति अत्र प्रविश्य ससैन्यं प्रविश्य ससैन्यं प्रविश्य इति अस्ति शिवराजस्य ग्रहणम् इति अस्ति कस्य ग्रहणं ग्रहणम् इति अस्ति तत्र दुष्करम् अस्ति एव इति दुष्करं ग्रहणम् अस्ति ग्रहणं ग्रहणं दुष्करम् अस्ति अस्ति इति अद्य ग्रहणं दुष्करम् अस्ति आम् इत्युक्ते नाम तत्र ग्रहणं कठिनम् अस्ति तं ग्रहीतुं ग्रहणस्य कार्यं सुलभः नास्ति तं ग्रहीतुं दुष्करम् सुलभतया तस्य ग्रहणं न कर्तुं शक्यते इदानीं कस्य ग्रहणं शिवराजस्य इदानीं कीदृश शिवराजः शिवराजस्य ग्रहणं कर्तुं सुलभेन न शक्यते इति इदानीं तत्र कीदृशशिवराजस्य पर्वतमूषिकस्य सः पर्वतेषु एव निमिल्य तिष्ठति तत्र पर्वते मूषिकः अस्ति चेत् तत्र तं मूषिकं तस्य मूषिकस्य ग्रहणं सुलभेन न कर्तुं शक्यते यथा तथैव आक्रमणं कृत्वा बिले प्रविशति तत्र किम् अस्ति निबिडं वनं सः ससैन्यं तस्य प्रवेशं कृतवान् किन्तु तत्र किन्तु सैन्यमपि अस्ति, ससैन्यं सः प्रवेशं कृतवान्, किन्तु पर्वते मूषिकस्य अन्वेषणं सुलभं यथा न भवति तथैव एतस्य शिवराजस्य अपि ग्रहणं सुलभतया न भवति. तत्र पर्वतमूषिकः इति तत्र प्रायश तत्र केवलं तत्र बहुव्रीहिः नास्ति इति मन्ये. पर्वतमूषिकः कः इति, अत्र पर्वतमूषिकः शिवराजः एव, शिवराजः इति, हा, अतः बहुव्रीहिः अहं चिन्तयामि. अन्यपदार्थः अपि पर्वतमूषिकस्य इति विशेषणं तत्र अर्थः न अवगतम्. पर्वते मूषिकं यदि अस्ति, पर्वते पर्वते मूषिक इव पर्वतेषु स्थित पर्वतेषु स्थितः मूषिक इव शिवराजः कार्यं करोति. मूषिक किमपि कृत्वा बिले प्रविशति खलु, तत् ग्रहणं तत्र सः न दृश्यते खलु भगिनि, तत्र मूषिकः न दृश्यते खलु, कार्यं करोति किन्तु कोऽपि तं न पश्यति. इत्युक्ते झटिति अपि गच्छति वा न शिवराजं दृश्यते. शिवराजः न दृश्यते. शिवराजः प्रहारं सर्वं करोति किन्तु सः साक्षात् न दृश्यते, किन्तु तस्य कार्यं दृश्यते. सः कीदृशः अस्ति शिवराजः? पर्वतमूषिक इव अस्ति. अपि तद् एकः अंशः. अन्यः अंशः अस्ति तत्र पर्वते यदि मूषिकः अस्ति, तस्य मूषिकस्य ग्रहणं सुलभतया कर्तुं शक्नुमः वा? गृहे अपि न कर्तुं शक्नुमः. गृहे अपि न कर्तुं शक्नुमः, पर्वते कथम्? एकम् अन्य अर्थः अपि अस्ति तत्र, अस्ति लघु अस्ति इति कारणेन. न न, लघु इति न भगिनि, लघु इति नास्ति इति मन्ये भगिनि. हा, तादृश अर्थः नास्ति इति मन्ये भगिनि, किन्तु न जानामि, किन्तु नास्ति. हा, वदतु भगिनि. पर्वतमूषिकस्य एव इव इव एव नास्ति इव शिवराजस्य ग्रहणं दुष्करम्. हा, इति यथा पर्वतमूषिकस्य ग्रहणं कष्टकरं तथैव शिवराजस्य ग्रहणमपि दुष्करम्. अवगतं. यद्यपि सैन्यमपि अस्ति किन्तु तत्र ग्रहणं दुष्करम् एव. अग्रे महोदय. तर्हि का गतिः? गतिः इति स्त्रीलिङ्गपदमस्ति, तर्हि किं करणीयम् इति, का गतिः किं करणीयम् इति, का गतिः इति, का गति इति स्त्रीलिङ्गतः का इति अस्ति, का इति अस्ति विशेषणमस्ति, का गतिः, का गतिः प्रश्नवाचकसूत्रमस्तु. सन्देहव्याजेन शिवराजस्य आह्वानं करणीयम्. इदानीं किं करणीयम् इत्युक्ते सन्धिं कुर्मः इति आह्वानं कृत्वा तस्य शिवराजस्य आह्वानं करणीयं. सन्धिं कुर्मः इति तत्र किन्तु व्याजेन, तत्र निजं सत्यं वा सन्धिं कुर्मः इति, तत्र तादृशचिन्तनम् आसीत् वा अपजलकालस्य? न, कपटम्. अतः सन्देहे व्याजेन, कपटेन, तत्र सः एव कपटः, कपटचिन्तनम् अस्ति तत्र, कपटचिन्तनेन सन्देहे व्याजेन, तत्र अन्द किं गैज् आफ् इति युक्ति तादृश उपायेन, सन्देहे उपायेन शिवराजस्य आह्वानं करणीयं. सा एव गतिः इदानीं तत्र पुरतः अस्ति. अन्य कोऽपि मार्गः नास्ति इति सः चिन्तितवान्. तेन अग्रिमं कार्यं सुकरम्. क्षम्यतां महोदय, सन्धेः इत्युक्ते किम्? सन्धिः, सन्धिः इत्युक्ते तत्र इदानीं युद्धं मास्तु, शान्तिः, शान्तिः स्वीकुर्मः. कीदृशपदं तत्र? सन्धिः, स्त्रीलिङ्गपदम्. ह्रस्व इकारान्त स्त्रीलिङ्गपदं सन्धिः इति मती शब्दवत् इति मन्ये, हा, किन्तु एकवारं द्रष्टव्यमस्ति. अत्र अत्र पुल्लिङ्गे अपि अस्ति महोदय, स्त्रीलिङ्गे अपि अस्ति. अस्तु अस्तु अस्तु अस्तु, अतः पुल्लिङ्गपदम् अस्ति, अहं चेत् पुल्लिङ्ग अपि भवति, स्त्रीलिङ्ग अपि भवति. अस्तु अस्तु महोदय, प्रायशः अत्र सं की इति तद्धितप्रत्ययेन भवति, की इति अस्ति, सन्धाकि सन्धिः इति सन्धि, अतः प्रायशः पुल्लिङ्गे एव अस्ति महोदय अत्र. परन्तु रूपाणि समानमेव भवन्ति खलु, मति मति अपि च सन्धिः. कवि कवेः मतेः अपि रूपद्वयम् अस्ति खलु, मति इति. सत्यं सत्यं, किन्तु तत्र प्रायशः पुल्लिङ्गे एव अस्ति इति मन्ये महोदय, यतः भवान् उक्तवान्. अतः सन्धिः कविशब्दवत् इति स्वीकुर्मः, सन्धिः इति पुल्लिङ्गपदम्. महोदय, व्याकरणे अपि सन्धि एकं कार्यम् अस्ति, तत्र एकं तत् भिन्नमस्ति, मेलनं तत्र मेलनं, मेलनं तत्र तत्र आवयोः मध्ये, आवयोः मध्ये तत्र आवयोः वर्णयोः मध्ये युद्धं मास्तु, तत्र भवान् किं करोति, भवती किं करोति इति सर्वम् अङ्गीकृत्वा एकवारम् आदेशरूपेण आगच्छति, शत्रुवत् आगच्छति, एकवारं सन्धि मित्रवत् आगमः भवति, तत्रापि भवति खलु. हा, तत्र सत्यं भगिनि, तत्र सन्धिः इत्युक्ते तत्र मेलनम् इति अर्थे, मेलनम् इति अर्थे तत्र सन्धिः. युद्धं मास्तु, युद्धं मास्तु, शान्तिः भवतु इति तत्र तादृशं मेलनं सन्धिः इति. मेलनानन्तरं शान्तिः भवति अत्र. किं भगिनि, श्रीकुमारी भगिनि, किं भगिनि, सख्यं सख्यं, हा, सख्यम् इत्युक्ते तत्र स्नेहम् इति, तत्र इदानीं युद्धं मास्तु इति तावदेव, अग्रे कुर्मः. इदानीम् इदानीं समयः समीचीनः नास्ति, अतः भवान् अथवा भवती अपि युद्धं मा करोतु, अहमपि युद्धं न, इदानीं अतः तत्र स्नेहः इति न वक्तुं शक्यते भगिनि. हा, अस्तु अग्रे. अस्तु, तेन अग्रिमं कार्यं सुकरं भवेत् इति कानः चिन्तितवान्, चिन्तितवान् इति क्रियापदम् अस्ति, कानः चिन्तितवान् भवेत् इति, भवेत् इति अस्ति अत्र, भवेत् भवति इति विधिलिङ्गकारः अस्ति, सुकरं भवेत् इति स्यात् इति स्यात् इति अर्थे, स्यात् इति अस्ति, भवेत् इति कार्यं सुकरं भवेत्, क्रीडिशकार्यम् अग्रिमं कार्यं केन, सन्धे सन्धिना इति अथवा सन्धेः व्याजेन, सारी सन्धिना, सत्यं सत्यं, सन्धिना सन्धिना सन्धिना अग्रिमं कार्यं सुकरं भवेत् इति कानः चिन्तितवान्. तत्र अग्रिमं कार्यं किम्? अग्रिमकार्यं तस्य मारणमेव, तस्य मारणमेव, अतः तत्र प्रथमतया तस्य आह्वानं व्याजेन आह्वानं कुर्मः, तदनन्तरं अग्रिमं कार्यं तु सुखरमेव सुलभमेव भवति इति सः कानः चिन्तितवान्. सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. अत्र प्रदर्शितवान् अस्ति, सः प्रदर्शितवान्, इच्छां प्रदर्शितवान्, इदानत्र मेलितुम् अस्ति, मेलितुं शिवराजेन मेलितुं, शिवराजेन मेलितुम् इति मिल् धातु अस्ति, मिल् अस्तु, शिवराजेन मेलितुम्, हा, तत्र मिल् धातु अस्ति चेत् तत्र तृतीया एव कर्मपदम् अकर्मकधातु अस्ति इति कृत्वा, हा, तेन तेन मेलितुं शिवराजेन मेलितुम् इति, दूतमुखेन, अत्र करणमस्ति, दूतमुखेन दूतं प्रेषयित्वा, दूतं प्रेषयित्वा तस्य मेलनं इच्छां प्रकटितवान्, मेलितुम् इच्छां, मेलितुम् इच्छां प्रकटितवान्, अतः तत्र यद्यपि तत्र तृतीयविभक्त्यन्तं पदद्वयम् अस्ति, किन्तु तत्र कारणः भिन्नः भिन्नः अस्ति खलु, भिन्नः अस्ति, अत्र कर्मपदं नास्ति. अतः यदि कर्मपदमस्ति चेत् सकर्मकः अस्ति चेत् भवितुम् अर्हति खलु मेलितुं. हा सकर्मकः आसीत् चेत् तत्र शिवराजं मेलितुम् इति भवेत्, किन्तु तत्र मेलितुम् इति अकर्मकः अस्ति इति कृत्वा तत्र शिवराजेन मेलितुम् इति अस्ति. अपि तत्र तु तत्र किं शिवराजेन इति तत्र तृतीय अस्ति, तत्र मेलितुम् इति क्रियापदेन तत्र क्रियापदं, तत्र क्रियापदम् अकर्मकः अस्ति इति कृत्वा तुमुन् प्रत्ययः अस्ति, तुमुन् अपि किन्तु किन्तु मिलामि तत्र मिलति इति, तत्र मिलति अकर्मकक्रियापदम् अस्ति. शिवराजेन मेलितुं, मित्रेण मिलामि इति एव भवति, मित्रं मिलामि इति न भवति, मित्रेण मिलामि इति एव भवति, अतः अकर्मकक्रियापदम् अस्ति. अपि दूतमुखेन, दूतमुखेन इति तत् किं भवति, तत्र कीदृशेन, न न दूतमुखेन इति तत्र किं, तत्र अथवा माध्यमम् अस्ति, तत्र माध्यममस्ति, किं कर्तुं तत्र प्रदर्शितवान् इच्छां, तत्र दूतमुखेन प्रदर्शितवान् किं प्रदर्शितवान्, तत्र सः प्रदर्शितवान् किं प्रदर्शितवान्, इच्छां प्रदर्शितवान् केन, इच्छां प्रदर्शितवान् दूतमुखेन, इच्छां प्रदर्शितवान् कीदृशाम्, इच्छां प्रदर्शितवान् शिवराजेन मेलितुम्, इच्छां प्रदर्शितवान् दूतमुखेन इति. अतः तत्र मे दूतमुखेन तत्र तस्य सम्बन्धः अस्ति प्रदर्शितवान् इति क्रियापदस्य. अपि शिवराजेन इति पदं मेलितुम् इति क्रियापदस्य सम्बन्धः अस्ति खलु. अस्तु धन्यवादः. अत्र दूतमुखेन शिवराजेन नास्ति. महोदय एकः प्रश्नः, अस्मिन् परिच्छेदे प्रथमं वाक्यमस्ति ततः अफजल खानः निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं तुल्जापुरं प्रति प्रस्थितः. प्रस्थितः इति शब्दः बोल्ड् मध्ये अस्ति महोदय, तत्तु विशेषणम् अस्ति वा? प्रस्थितः, प्रस्थितः इति अफजल खानः प्रस्थितः इति, अफजल खानः प्रस्थितः, तत्र महिला प्रस्थिता, महिला प्रस्थिता, तत्र विशेषणमपि एव कार्यं तत्र, तत्र अहं पुस्तकं पठामि, पठितं पुस्तकं, वृक्षं पश्यामि, दृष्टः वृक्षः इति तादृशः प्रस्थितः, प्रस्थितः अथवा तत्र अतिथिः आगतः अस्ति. अत्र महोदय अत्र प्रस्थित इति सामान्यतया स्थान्तरूपं भवति, तत्र तृतीयविभक्तिः भवति कर्मपद अब्जलखानेन प्रस्थि इति, परन्तु अत्र गत्यर्थकधातुः अस्ति, अतः स्थान्तरूपम् अस्ति अब्जलखानः प्रस्थितः एव, अब्जलखानः प्रस्थितः इति कर्त्री अर्थः एव अस्ति महोदय. आमां कर्तरि, कर्तरि प्रयोगे अस्ति, कर्तृप्रयोगे एव अस्ति, सः अब्जलखानः कीदृशः अब्जलखानः प्रस्थितः अब्जलखानः इति, अतः समीपः सः गतः इति वाक्य, वाक्य अस्ति चेत् गतः इति विशेषणं वा सः इति शब्दस्य, सः इति न न सः इति विशेष्यं, गतः इति विशेषणं, सः विशेष्यं गतः इति विशेषणं, विशेषणं तत्र सः यथा वयं वदामः उत्तमः रामः इति खलु, किन्तु उत्तमः रामः इति तत्र रामः विशेषमस्ति, उत्तमः इति विशेषणमिति जानीमः, किन्तु एषः यदा वदामः तत्र एषः रामः सः उत्तमः, तत्र किं भवति विशेषं पूर्वं भवति सः इति, सः रामः उत्तमः अस्ति इति, तत्र विशेषं पूर्वं भवति तदनन्तरं विशेषणं भवति, तावदेव. गतः इति अत्र तान्त्रूपं तेन गतः इति भवितुमर्हति, परन्तु अत्र कर्तृत्वके अपि भवितुमर्हति तान्तरूपं, यत्र गत्य गति गमनक्रिया इति बोधयति इक्ताप्रत्ययः, तत्र कर्तर्यत्वे भवति, अन्यथा तृतीया भवति तेन पठितः इति, तेन गतः इति समीचीनमेव कर्मणि सर्वत्र न भवति, गत्यर्थकधातूनां भवति इति अस्ति गत्यर्थकधातूनां। परन्तु मम प्रश्नः अपि प्रस्थितः इति क्रियापदम् एव कार्यं करोति अत्र, अपि च विशेषणमेव अपि कार्यं करोति तत्र। यदि क्रियापदं स्थापितुम् इच्छामः तत्र किं भवति, प्रस्थितः अस्ति इति, किन्तु अस्ति इति तस्य किमपि तत्र कार्यं नास्ति, अस्ति इति क्रियापदस्य, अतः अभिचलकानः प्रस्थितः, प्रस्थितः सः गतः इति अथवा सः आगतः, ते आगताः इति तादृश अर्थे। अस्तु अस्तु, तर्हि तत्र उमा मीनाक्षी भगिनी नमस्कारः, इदानीं श्रूयते वा, वक्तुम् इच्छति वा भगिनी, पूर्वं न श्रूयते, किञ्चित् किञ्चित् श्रूयते, कदा कदा न श्रूयते। अस्तु, इदानीं वक्तुम् इच्छति वा भगिनी, पठितुम् इच्छति वा, राजनीतिज्ञः, राजनीतिज्ञः शिवराजः अपि वयोवृद्धिं ज्ञानवृद्धिं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्। माय गॉड, लोडिंग सेंटेंस। प्रेषितवान्, प्रेषितवान् इति अस्ति, कः प्रेषितवान्, कः प्रेषितवान्, शिवराजः प्रेषितवान्, शिवराजः प्रेषितवान्, शिवराजः प्रेषितवान्, कीदृश शिवराजः, कीदृश शिवराजः, राजनीतिज्ञः शिवराजः, इत्युक्ते सः शिवराजः राजनीतिं जानाति, राजनीतिज्ञः, ज्ञादातुः जानाति, किं जानाति, राजनीतिं जानाति, यः राजनीतिं जानाति सः राजनीतिज्ञः इति, तत्र अकारान्तपदं शिवराजः, शिवराजः अकारान्तपुल्लिङ्ग्, राजनीतिज्ञः अपि अकारान्तपुल्लिङ्ग् विशेषणं। सः किं कृतवान् शिवराजः, कानं प्रति प्रेषितवान्, कं प्रेषितवान् प्रति प्रेषितवान्, कं प्रेषितवान्, वयोवृद्धं गोपीनाथवर्यं, गोपीनाथवर्यं, गोपीनाथवर्यं, कीदृशं गोपीनाथवर्यं, वयोवृद्धं ज्ञानवृद्धं च, तत्र वयोवृद्धम् इत्युक्ते तत्र वयः, तस्य वयः, वयः अधिकमस्ति, अधिकमस्ति, अपि ज्ञानवृद्धमपि, ज्ञानमपि अधिकमस्ति, अतः कदाचित्, अतः कदाचित् तद् भवति, कदाचित् तद् न भवति, किन्तु अत्र कारणमेव इति चिन्तयितुं शक्नुमः, वयवृद्ध वर्धितमस्ति, अतः ज्ञानमपि वर्धितमस्ति, तादृशगोपीनाथवर्यं कानं प्रति प्रेषितवान् शिवराजः, तत्र राजदूतरूपेण, राजदूतरूपेण प्रेषितवान्, प्रेषितवान्, किमर्थं तत्र अपि इति अस्ति, यतोहि तत् अपि इति पदमस्ति अस्मिन् वाक्ये, किमर्थम्, अपि किमर्थमस्ति न जानामि, किमर्थमस्ति चेत् तत्र अफजलखानः अपि दूतमुखेन, दूतमुखेन इच्छां प्रदर्शितवान्, एषः अपि दूतमुखेन, राजदूतमुखेन किमपि करोति, मेलनं तु दूतानाम् अभवति, दूतेन तत्र, तत्र इच्छा, इच्छायाः प्रकटनं दूतरूपेण एव भवति, अफजल खानस्य दूतः आगच्छति चेत् शिवराजः स्वयं किमर्थं गमिष्यति, सः अपि दूतमेव प्रेषयिष्यति न, दूतमपि प्रेषयिष्यति, समीचीनं भगिनि। गीताञ्जलि भगिनी, प्रश्नः आसीत् वा, न, तदेव महोदय, तदेव, अस्तु अस्तु, इदानीं राजदूतरूपेण कथम् एतस्य समाधानं करिष्यामि, इत्युक्ते शिवराजः तु शिवराजः न शिवराजः तु राजः, किन्तु अफ्जल् खानः राजः नास्ति खलु. सः दूतं प्रेषयति, किन्तु शिवराजः राजदूतं प्रेषयति. तावदेव, तावदेव. एषः राजा किं केन केन केन तु अत्र राजदूतं केन रूपेण केन रूपेण केन रूपेण तत्र केन रूपेण ओके सः किं कर्तुं तत्र राजदूतं भूत्वा सः तत्र गतवान् अथवा राजदूतरूपं तत्र राजदूतं भूत्वा इति. अस्तु अग्रे भगिनि. सः सः गत्वा निवेदितवान् खानवर्य भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतवान् इति परमा दयालुता. वाव् तत्र किम् अस्ति, परमा दयालुता अस्ति. दयालुता इत्युक्ते कः? अफ्जल् खानः. दयालुता इत्युक्ते तत्र भावः, दयालुः इति न, दयालुता इति स्त्रीलिङ्गे अस्ति, परमा दयालुता भावः अस्ति. तत्र सुन्दरता, सुन्दरता इति भावः अस्ति. सुन्दरः, एषः सुन्दरः, किन्तु तस्मिन् सुन्दरता, सुन्दरत्वम् अथवा सौन्दर्यम् इति अस्ति, तत्र सुन्दरता इति भावः. दयालुता कीदृशा, कीदृशी दयालुता? परमादयालुता. किं परमादयालुता अत्र भावः, किमर्थम् इत्युक्ते तत्र भवान् किं कृतवान्? आहूतवान् सन्ध्यर्थम् अस्मदीयम् अस्माकं महाराजं सन्ध्यर्थम् आहूतवान् इति परमादयालुता अस्ति. अतः वदति न इति वदति, हा इति वदति. भवतः अग्रे गच्छामि. भवतः पराक्रमः अग्नितुल्यः. अग्नितुल्यः इत्युक्ते किं, बहु विस्तारम् अस्ति वा? इति सत्यम्. अग्निः केवलम् एकस्मिन् प्रकोष्ठे न तिष्ठति खलु, तत्र प्रसारितम् अस्ति, तत्र सर्वत्र भवति इति. तत्र तस्य पराक्रमः अपि, तत्र तस्य तत् तस्य ग्रहणं वा अथवा तत्र एकत्र कर्तुं न तत्र तुल्यं कर्तुमपि न शक्नुमः इति. तत्र पराक्रमः केवलम् अग्नितुल्यः एव, अग्निना एव तुल्यः अस्ति तस्य पराक्रमः. पराक्रमः विशेष्यम् अग्नितुल्यः विशेषणम्. अग्रे अग्रे तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति. अर्यो बाप्रे. तेनैव इत्युक्ते केनैव? तेन एव. इदानीं तत्र तेन इति स्थाने किं स्थापयितुं? पराक्रमेण न. इदानीं पराक्रमेण अग्नितुल्य इति अस्ति तत्र. किं भवति तस्य तृतीय? अग्नितुल्येन भवतः अग्नितुल्येन पराक्रमेण अफ्जल् खानस्य अग्नितुल्येन पराक्रमेण एव वारे वा भूमण्डलस्य शोभा वर्धिता अस्ति. वर्धिता अस्ति, वर्धिता. वर्धिता इति विशेषणं वा विशेष्यं वा? विशेष्य न शोभा, शोभा इति शोभा विशेष्य वर्धिता किं विशेषणं? विशेषणं शोभा विशेष्यं वर्धिता विशेषणं. भूमण्डलस्य इति किम् अस्ति, विशेषणं वा विशेषणं? एकनिमिषं, शोभा विशेषणं वा वर्धिता विशेषणं? न शोभा विशेष्यं वर्धिता विशेषणम्. ओके ओके. यत् अग्रे अस्ति तत्र विशेष, अग्रे अग्रे अग्रिमे पुटे अस्ति तत्र किं विशेषणं किं विशेषम् इति अग्रिमे पुटे अस्ति, किन्तु तत्र शोभा इति विशेष्यं वर्धिता इति वर्धिता शोभा वर्धिता शोभा शोभा नास्ति ओके महोदय अस्मदीयम् अस्मदीयम् इति किम कीदृशं पदं महोदय अस्मदीयम् अस्माकम् इति अर्थे अस्ति अस्मदीयं तत्र किम् अस्मद् इति तत्र अस्मद् इति पदस्य किन्तु तत्र अस्मदीयः इति अस्ति अकारान्तपदम् अस्मदीयः इति मन्ये किन्तु तत्र पदस्य निर्माणं कथं भवति इति न इदानीं न जानामि भगिनि अस्मदीयम् इति अस्माकम् अर्थे वा अस्मत् इति पदमस्ति खलु तत्र अस्मदीय इति तत्र प्रायशः अस्मद् इति तत्र तस्य किन्तु अस्मदीयः इति अकारान्तपुल्लिङ्गपदम् तत्र अस्मदीयः इत्युक्ते यः अस्माकं कुटुम्बे अस्ति अथवा तादृशार्थः अस्मदीयः अस्मदीयः इति यः तत्र तस्य सम्बन्धः अस्माकं कुटुम्बेन अस्ति इति प्रायश किं किं भगिनि प्रायश भगिनि प्रायश भवति तत्र तत्र अस्मदीयः महाराजा इदानीं तत्र अस्मदीयं महाराजम् इति कर्मपदं सन्ध्यर्थम् आहूतवान् महाराजम् आहूतवान् अतः कर्मपदम् अस्तु धन्यवादः अस्तु अग्रे भगिनि किन्तु अत्र किन्तु कुत्र किन्तु अत्र आगन्तुं तस्य महत् भयं वर्तते ओहो शिवराजः शिवराजस्य महत् भयं वर्तते महत् इति कीदृशपदं लिङ्गं किं महत् इति नपुंसकलिङ्गं नपुंसक भयम् इति नपुंसकलिङ्गे भयं नपुंसकलिङ्गम् अतः महत् अपि नपुंसकलिङ्गं विशेषणम् इति कृत्वा अत्र प्रथम अस्ति न प्रथम सत्यं भगिनि वर्तते अस्ति इति तस्य भयम् अस्ति महत् भयम् अस्ति एतत्तु अशक्यमेव शिवराजस्य भयं तु अशक्यं एतत् सर्वं कपटमेव खलु अत्रापि कपटं तत्रापि कपटं तत्रापि कपटं भूमण्डलस्य शोभा वर्धिता न सत्यम् अखिलभूमण्डस्य अखिलभूमण्डलस्य शोभा वर्धिता अस्ति अस्तु किन्तु अत्र आगन्तं तस्य महत् शिवराजस्य महद्वयं वर्तते अग्रे अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति सः तु अत्र न आगन्तुं शक्नोति अतः किं करणीयम् अतः भवान् एव तत्र आगच्छतु कुत्र तत्र जावळीप्रदेशे जावळीप्रदेशं तत्र आगत्य किं करणीयं भवान् किं करणीयं महाराजाय अभयं दातव्यं अभयं दातुम् अर्हति तत्र महाराजाय इति विभक्तिका तत्र चतुर्थी किमर्थं दानार्थं चतुर्थी न दातुम् अस्ति किं दातुम् अभयं दातुम् कस्मै दातुम् शिवराजाय महाराजाय अभयं दातुं भवान् एव तत्र जावळीप्रदेशम् आगत्य कर्तुं शक्नोति अर्हति इति समागत्य अर्थं किं तत्र आगत्य आगत्य एव आगत्य इति एव ओके अग्रे गच्छामि दूतस्य तथाविदं कातरं वचनं श्रुत्वा खानः जावळीप्रदेशे मेलनम् अङ्गीकृतवान् ग्रेट् कातरं किम् अस्ति न जानामि, कर्तरि जानामि, कपटम् इव इति चिन्तयामि, कपटवचनम् इति, कपटं वचनम्, उत्सुकता अस्ति, कातर इति कन्नडभाषा उत्सुकता, उत्सुकता अस्तु, उत्साह प्रकट, वेरि मच् इण्ट्रेस्टेड् टु मीट् हिम् कातर इति, अस्तु कातरम् अस्तु अस्तु तथाविधं कातरम् अस्तु, उत्सुकं वचनं वा तादृशार्थः वा, उत्सुकता अस्ति, कातरः इति कातर, कातर इति उत्सुकता, उत्सुकता उत्सुकतां, परन्तु वचनं महोदय इट्स् लैक् एजिटेशन् और् डिस्पेर् देट् इस् spokensanskrit.com मध्ये डिक्शनरी मध्ये दत्तमस्ति एजिटेशन् और् डिस्पेर् अतः तत्र कैण्ड् आफ् नेगेटिव् फीलिङ्ग् कैण्ड् आफ् अस्तु अतः तत्र किं भीतियुक्त भययुक्त वचनं तादृशं वक्तुं शक्नुमः अस्तु अस्तु उमा मीनाक्षी भगिनी अग्रे अग्रे गच्छामि तत्र कीदृशं वचनं कातरं वचनं कातरं वचनं विशेषणम् अस्ति कातरम् अस्ति विशेषणं वचनम् अस्ति विशेष्यम् अपि वचनं विशेष्यं कातरं पुनः कीदृशवचनम् इत्युक्ते तथाविधं तथाविधं तदपि वचनम् इति पदस्य वचनस्य विशेषणम् तदनन्तरं खानः किं कृतवान् खानः अङ्गीकृतवान् अङ्गीकृतवान् अङ्गीकृतवान् अपि विशेषणम् अस्ति खानः अङ्गीकृतवान् किम् अङ्गीकृतवान् मेलनम् अङ्गीकृतवान् अङ्गीकृतवान् जावडीप्रदेशे मेलनम् अङ्गीकृतवान् अस्तु अग्रे भगिनि अग्रे ससैन्यं प्रस्थितः सः प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान् एकाकी न गतवान् असैन्यं गतवान् तत्र सन्धिः केवलं यदि तत्र तस्य लाभः किमपि नास्ति भगिनि अत्र सन्धयः भवेत् इति एव भवति अतः सः ससैन्यं सः प्रस्थितः सः कुत्र प्रस्थितवान् न कुतः प्रस्थितवान् प्रतापदुर्गात् प्रस्थितवान् न भगिनि तत्र ससैन्यं प्रस्थितः कुत्र प्रस्थितः इत्युक्ते जावळिप्रदेशं प्रस्थितः सः परन्तु कुतः कुतः कुतः इति यत्र प्रतापदुर्गात् न तत्र प्रतापदुर्गे आसीत् वा सः पूर्वं तदहं न जानामि सः कुत्र आसीत् तुळजापुरे आसीत् सः तुळजापुरं प्रति प्रस्थितः पूर्वम् इदानीं तत्र इदानीं भगिनि तत्र प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान् प्रतापदुर्गः जावळीपुरे अस्ति इत्युक्ते न प्रतापदुर्गः अन्यत् नगरम् अस्ति जावळीपुरम् अन्यत् नगरम् अस्ति इदानीं तत्र प्रतापदुर्गात् किञ्चित् दूरे सः शिबिरं स्थापितवान् अस्तु अस्तु एकः एकमेव वाक्यम् अस्ति तद् पठित्वा समापयामि न शिवखानयोः मेलनस्थानं शिबिरात् दूरे उत्तङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम् तत्र ग्रेट् किम् अस्ति तत्र शिवराजः खानः एतयोः मेलनस्थानं तु निश्चितम् अस्ति कुत्र उत्तङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे पटगृहे इत्युक्ते पटगृहं किम् अस्ति न जानामि गृहम् इत्युक्ते तत्र पुरातनगृहम् इति पुरातनगृहम् इदानीं तत्र तस्य तद् गृहं सम्यक् अस्ति इति अपि न वक्तुं शक्नुमः. केवलं तत्र पुरातनं किमपि गृहम् अस्ति, केवलं मेलनार्थं पट इति वस्त्रम् इति दृष्ट्वा तदपि प्रायश भवति महोदय. तदपि तदपि प्रायश भवति. सत्यं भगिनि, पटः इति तद् प्रायशः समीचीनमेव अस्ति महोदय. सत्यं सत्यं, तत्र सत्य गृहम् इति वस्तुतः गृहं नास्ति, किन्तु केवलं तत्र टेण्ट् शिबिरे यत्र यत्र शिबिरमस्ति तादृश तदेव अत्रापि अस्ति. तदेव सत्यं भगिनि, निश्चितं मेलनस्थानं पटगृहं तत्र इति एव निश्चितं भवति. अग्रे मेलनं कथं भवति इति अग्रिमे वर्गे पश्यामः. अस्तु, अद्यतनवर्गस्य विरामं स्वीकुर्मः. विरामं स्वीकुर्मः इदानीम्. अस्तु, प्रश्नः अस्ति वा महोदय? तत्र गोपीनाथ इति वदति, अतः भवान् एव जावलीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति. भवान् इत्युक्ते दूतः? न न, दूतः वदति. कं प्रति वदति? अफजल खान् प्रति. अफजल खान् प्रति वदति. अफजल खानम् उद्दिश्य दूतः एतत् सर्वं वदति खलु. इत्युक्ते शिवराजः अस्ति खलु भगिनी, शिवराजः गोपीनाथवर्यं दूतरूपेण राजदूतरूपेण प्रेषितवान् अफजल खान् प्रति. इदानीं गोपीनाथवर्यः अफजल खान् अस्य समीपं गच्छति, तेन मिलित्वा अफजलखानेन मिलित्वा तं वदति यत् प्रथमं सः तस्य स्तुतिं कृतवान्. सर्वं स्तुतिं कृत्वा अन्ते एतद् वदति. अतः तस्य शिवराजस्य भयम् अस्ति, महत् भयम् अस्ति अत्र आगन्तुम्. अतः तत्र सः अत्र आगन्तुं न शक्नोति, अतः भवान् एव आगच्छतु. आगत्य अभयम् एकं दूतं अन्यदूतः नास्ति भगिनि, तत्र केवलम् एकः एव दूतः अस्ति. इदानीं दूतः एकमेव अस्ति, गोपीनाथवर्यः दूतः, सः अफजल खान् अस्य समीपं गच्छति. इदानीं तस्य पुरतः अस्ति इति चिन्तयतु, अफजल खान् अस्ति, तस्य पुरतः गोपीनाथवर्यः अस्ति. इदानीं सः वदति, अहमिति मन्ये महोदय, तत्र तु अफजल खान् इति चिन्तितवान् दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान् इत्युक्ते तद्भिन्नं. तदनन्तरं न न न, किन्तु भगिनि, तदनन्तरं वयम् उक्तवन्तः खलु तत्र, तदनन्तरं शिवराजः अपि राजदूतरूपेण खानं प्रति प्रेषितवान् इति. अतः तत्र प्रथमदूतः यः अस्ति सः, तस्य विषयः इदानीं नास्ति. सः किम् उक्तवान् इति जानीमः, मेलितुम् इच्छामः इति. तत्र इच्छा आसीत्, ताम् इच्छां सः उक्तवान् तावदेव. प्रथमदूतः कं वदति? शिवराजं वदति. इदानीं सः शिवराजम् उद्दिश्य सः वदति प्रथमदूतः. तस्य विषयः मास्तु, सः उक्तवान् गतवान्. इदानीं तत्र सः प्रथमदूतः नास्ति, अफजलखानेन प्रेषितः दूतः. तस्य विचारं मास्तु. इदानीं सः गतवान्. इदानीं किं शिवराजेन प्रेषितः दूतः अस्ति गोपीनाथवर्यः, सः एतत् सर्वं वदति. कानवर्यः इति आरभ्य सः एतत् सर्वं वदति खलु. तत्र प्रथमपदमस्ति कानवर्य इति. अवगतं वा भगिनि? समीचीनं वा? अहं मन्ये एकं द्वे द्वे न न न अतः तत्र अफ्जल् खानेन प्रेषितः एकः, शिवराजेन प्रेषितः दूतः अन्यः, एषः गोपीनाथवर्यः. अवगतं. अस्तु अस्तु, तर्हि समीचीनमस्ति. इदानीं सर्वेषां कृते एतत् एषः नूतनसमयः सम्यक् वा? अहं जानामि भारतदेशे तत्र परिवर्तनं न अभवत्, किन्तु गीताञ्जलि भगिनी क्लेशः नास्ति वा? अहं भारतदेशे आगतवती महोदय. इति वा? अस्तु भगिनि. ओ अस्तु भगिनि, अस्तु अस्तु अस्तु, समीचीनं भगिनि, धन्यवादः भवती अत्र अपि आगतवती इति. अस्तु धन्यवादः भगिनि. अस्तु शुभदा भगिनि समीचीनम् इति उक्तवती, नरेश महोदय समीचीनम् इति उक्तवान्. अस्तु समीचीनं महोदय. सूर्यकुमारी, सूर्यकुमारी भगिनी अस्तु समीचीनम् इति उक्तवती. अस्तु तर्हि अस्तु, तत्र रघुपतिमहोदय अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय? स्थापयामि तदनन्तरम् आग्रहम्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिश्शान्तिश्शान्ति. श्रीगुरुभ्यो नमः. धन्यवादः महोदय सर्वेषां. धन्यवादः.